सरला भगिनि किञ्चित् प्रतिपादयति किम्? अस्तु, गतसप्ताहे वयं दृष्टवन्तः सूत्रम् अनुदात्तस्य च ऋतुपदस्य अन्यतरसां, यत् अपुदेशे अनुदात्तया ऋतुपदधातुः अस्ति तत्र अमागमविकल्पेन भवति झलि अकिति अन्यतरस्याम् अनेन. यदि अकिति तस्य अर्थं यदि वयं दृष्टवन्तः द्वयम् अस्ति कित् नास्ति वा कित् भिन्न भवति परिदासप्रतिषेध इति महोदयस्य चिन्तनम् आसीत् तत् सर्वे न अवगतवन्तः. अतः महोदय पुनः प्रातिपदिकम् इति परिशिष्टं तत्र अस्ति. भवती भगिनी आप्तवती तत् कुत्र अस्ति? आं भगिनि, लिङ्क् तु प्रेषितवान् आसीत्. अस्तु, आमाम् अस्तु. सो तत् वयं पुनः कृतवन्तः इति पठामः. आं भगिनि, अस्तु. भवती एव पठतु. आलोचनक्रमे मनसि प्रश्नोदेति यत् अर्थवत् धातु अप्रत्यय प्रातिपदिकम् इत्यनेन कीदृशकार्यं विधीयते, अपि च अर्थवत् धातु अप्रत्यय प्रातिपदिकं कृत्तदितसमासाश्च इति सूत्रयोः कीदृशसम्बन्धः? प्रथमतया अस्तु, वयं जानीमः ये सूत्रं द्वयम् अस्ति, अर्थवत् अधातु अप्रत्यय प्रातिपदिकं, द्वितीयम् अस्ति कृत्तदितसमासाश्च. अन्ये द्वयोः सूत्रयोः प्रातिपदिकं द्वाभ्यां सूत्राभ्यां प्रातिपदिकं संज्ञा भवति. किन्तु द्वयोः कः भेदः अस्ति, कः सम्बन्धः द्वयोः भवति इति अग्रे वयं पश्यामः. प्रथमतया अर्थवत् अधातु अप्रत्यय प्रातिपदिकम् इति सूत्रं स्वीकुर्मः. प्रश्नः अस्ति यत् अनेन सूत्रेण केवलं यस्य प्रातिपदिकसंज्ञा भवति तत् सूचयते, अथवा यस्य प्रातिपदिकसंज्ञा न भवति तदपि सूच्यते, नाम अत्र निषेधः भवति न वा? तो इदानीं यत् अर्थवत् धातु अप्रत्ययप्रातिपदिकम् इति सूत्रम् अस्ति, अनेन किं भवति, प्रातिपदिकसंज्ञा प्राप्ति अपि अस्ति, अपि निषेधः कुत्र भवति तत् अपि अस्ति, यत् अधातु अप्रत्यय धातु नास्ति अप्रत्यय नास्ति. तो अनेन द्वयं बिन्दु द्वयं बिन्दु वयं पश्यामः. केषाञ्चित् मनसि स्यात् यत् अत्र केवलं प्रातिपदिकसंज्ञा ग्रहणस्य विषयः नाम प्राप्तिः न तु निषेधः. एवं भवति चेत् यः अर्थवान् किन्तु धातु नास्ति प्रत्ययः नास्ति प्रत्यान्तश्च नास्ति तस्य प्रातिपदिकसंज्ञा भवति, परन्तु यः धातु अथवा प्रत्यय अथवा प्रत्यान्तः अस्ति तस्य प्रातिपदिकसंज्ञा निषिध्यते इति नास्ति. तो इदानीं प्रातिपदिकसंज्ञा तस्य यदि वयं स्वीकुर्मः तस्य प्राप्ति इत्युक्ते किं? प्राप्ति इत्युक्ते यः शब्दः अर्थवान् अस्ति किन्तु तद् धातु नास्ति प्रत्ययः नास्ति अपि प्रत्यान्तः नास्ति, तत् शब्दः प्रातिपदिकसंज्ञा आप्नोति. किन्तु अधातु अप्रत्यय यदि उक्तम् अस्ति तस्य अर्थ अपि भवति, धातु यत् धातु अस्ति यत् प्रत्ययः अस्ति यया प्रत्यान्त अस्ति तस्य प्रातिपदिकसंज्ञा न भवति, तो इति निषेधः अपि अस्ति इति सूत्रं वदति. अग्रे पुनः अधिकं विस्फोरणम् अस्ति. तथा अस्ति चेत् अस्मिन् सूत्रे शक्तिः न स्यात्, प्राप्तिः अपि अस्ति निषेधः अपि अस्ति. एवं नास्ति यद् धातोः प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न, तथैव एवं नास्ति यत् प्रत्ययस्य प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न, अथवा प्रत्यान्तस्य प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न। त्रिभिः अपि प्रातिपदिकसंज्ञा निषिध्यते अधातु इत्यस्य कथनेन पर्युदास इति प्रतिषेध, तथैव अप्रत्ययः अप्रत्यान्त अपि अनेन शक्ति आगच्छति यत् सा धातु अस्ति चेत् प्रातिपदिकसंज्ञा न भवति, प्रत्ययः अस्ति चेत् प्रातिपदिकसंज्ञा न भवति, प्रत्यान्त अस्ति चेत् प्रातिपदिकसंज्ञा न भवति, केवलं धातुभिन्नस्य प्रत्ययभिन्नस्य प्रत्यान्तभिन्नस्य च प्रातिपदिकसंज्ञा भवति। सो इदानीम् अस्मिन् परिच्छेदे अस्ति अस्मिन् सूत्रे शक्ति यदि प्रत्यान्त धातु वा प्रत्यय इति प्रातिपदिकं न भवति इति केवलं वदामः तत् सूत्रे सूत्रस्य कोऽपि परिमाणं न भवति, शक्ति नास्ति इति सूत्रे, तस्य प्राप्तिः अपि अस्ति निषेधः अपि अस्ति कथमिति वदामः। एवं नास्ति यत् धातोः प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न। वयं जानीमः केवलम् अर्थवत् धातु अप्रत्ययः प्रातिपदिकम् अनेन सूत्रेण प्रातिपदिकसंज्ञा न भवति, अन्यसूत्रमपि अस्ति अनेन कृत्तदितसमासः च अनेन सूत्रेण अपि प्रातिपदिकसंज्ञा भवति। तथैव एवं नास्ति यत् प्रत्ययस्य प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न। सो अनेन सूत्रेण अर्थवत् धातु अप्रत्यय अनेन सूत्रेण यदि धातु अस्ति वा प्रत्ययः अस्ति तस्य प्रातिपदिकसंज्ञा न भवति इति अस्ति इति एतत् सूत्रं वदति। किन्तु अन्यसूत्रं वदति तत्र धातु भवेत् प्रत्यय भवेत् तत्र प्रातिपदिकसंज्ञा भवति। सो अथवा प्रत्यान्तस्य प्रातिपदिकसंज्ञा भवितुम् अर्हति केवलम् अनेन सूत्रेण न। सो इति फलं किमस्ति, प्रत्यान्तस्य अपि प्रातिपदिकसंज्ञा भवति किन्तु अनेन सूत्रेण अर्थवत् अधातु अप्रत्ययप्रातिपदिकम् अनेन सूत्रेण न भवति। त्रिभिः अपि प्रातिपदिकसंज्ञा निषिध्यते, त्रिभिः इत्युक्ते धातु प्रत्यय प्रत्यान्त, त्रिभिः प्रातिपदिकसंज्ञा न भवति यदि धातु अस्ति प्रत्ययः अस्ति वा प्रत्यान्त अस्ति। अधातु इत्यस्य कथनेन पर्युदास्यति प्रतिषेध, इदानीम् अधातु इति नैतत्पुरुषसमासः अस्ति, नैतत्पुरुषसमासस्य अर्थं किं भवति पर्युदासप्रतिषेध, तस्य अर्थं किम् अस्ति तथैव अप्रत्ययः अप्रत्यान्त अपि इत्युक्ते यथा अधातु तथैव अप्रत्ययः अप्रत्यान्त अपि पर्युदास प्रतिषेध भवति। अनेन शक्ति आगच्छति यत् धातु अस्ति चेत् प्रातिपदिकसंज्ञा न भवति, प्रत्ययः अस्ति चेत् प्रातिपदिकसंज्ञा न भवति, प्रत्यान्त अस्ति चेत् प्रातिपदिकसंज्ञा न भवति, केवलं धातुभिन्नस्य प्रत्ययभिन्नस्य प्रत्यान्तभिन्नस्य प्रातिपदिकसंज्ञा भवति। तो अनेन पर्युदास प्रतिषेध यदि वयं वदामः तस्य वाक्यं द्वयं भवति, एकवाक्यं भवति धातु अस्ति वा प्रातिपदिक क्षम्यतां धातु अस्ति प्रत्यय अस्ति वा प्रत्यान्त अस्ति चेत् प्रातिपदिकसंज्ञा न भवति। द्वितीयवाक्यं भवति धातु भिन्न प्रत्ययभिन्न प्रत्यान्तभिन्नस्य च प्रातिपदिकसंज्ञा भवति इति। अग्रे प्रश्नः अस्ति भगिनि, शक्तिः नास्ति इत्युक्ते किम्? शक्तिः नास्ति मीन्स् तस्य अर्थं तस्य केवलं निषेधार्थं सूत्रस्य आवश्यकता किमर्थम् अस्ति खलु, यदि अद् वयं वदामः प्रत्यान्तः अस्ति अहं भव्या अस्मि इति, अहं भव्या अस्मि अतः अहं सरला नास्मि इति वदनस्य का आवश्यकता? इति वदनस्य आवश्यकता भवति भव्या विशेषा अस्ति इति वदनेन भव्या सरला नास्ति, भव्या विशेषा भव्या एव अस्ति, तस्मै भाव्यतम् अस्ति इति भगिनी अहं न स्मरामि, किन्तु न्यायशास्त्रे अस्ति अर्थवत् अर्थवान् इति शक्ति कथम् अस्ति इति आगच्छति तत्र तस्मिन् विषये अहम् इदानीं न स्मरामि किन्तु एवमेव मम अवगमनम् आसीत् किमपि अर्थं बोधयति इति, केवलं लुलु बलु इति शब्दः तु तस्य किमपि नास्ति, यदि अर्थवत् अस्ति तत्र शक्तिः अस्ति तत्र शब्दे तथा नास्ति, अत्र तु किम् अस्ति शक्तिः नास्ति इति केवलं निषेधार्थं सूत्रम् अस्ति चेत् तस्य को वा लाभः, अहं वदामि एतत् इड्लि नास्ति इति वदामि दोषान् दर्शयित्वा, एतत् इड्लि नास्ति इति वदामि तस्य को वा लाभः खलु, तर्हि किं वक्तव्यम्, एतत्तु इड्लि नास्ति किन्तु दोषः अस्ति इति किमपि तत्र किमपि तत्र स्पष्टीकरणं भवति चेत् तत्र शक्तिः भवति खलु, तर्हि कथं वक्तव्यम्, इड्लि भिन्न इड्लि भिन्न किम् अस्ति रोटी भिन्न भोजनं यत् अधुना अन्नं भिन्नभोजनं यत् अधुना अस्ति तत्र दोषः अस्ति दोषः तत्र अर्थबोधः जायते किम् इति वयं ज्ञातुं शक्नुमः, केवलम् इड्लि इड्लि नास्ति दोषः अस्ति इति वदामि इड्लि नास्ति इति वदामि चेत् तत्र तु अर्थं तत्र किम् अस्ति तस्य तु पूर्णतया तत्र स्पष्टीकरणं न भवति खलु, आवश्यकता एव नास्ति खलु, केवलं निषेधार्थं किमर्थं सूत्रम् अत्र तु गुणं एतत् संज्ञासूत्रमस्ति, तर्हि संज्ञासूत्रस्य केवलं निषेधेन को वा लाभः, यदि विधिसूत्रमस्ति चेत् निषेधकं किमपि भवति चेत् सम्यक् भवति, किन्तु एतत्तु संज्ञासूत्रं तस्य निषेधेन तत्र शक्तिः वा तत्र प्रकटि किमपि न भवति खलु, प्रकटीभवनं करणीयम् इति मम अवगमनं, भगिनी भवती पठति वा भगिनी तदनन्तरम् अहमपि पठामि, मया पठितं किम् आं शक्यते निषेधः तत्र अग्रिमपङ्क्तिः अर्थवतधातुरप्रत्ययः अर्थवतधातुरप्रत्ययः प्रातिपदिकम् इत्यनेन अत्र उट्टङ्कनदोषः अस्ति इति भाति, इत्यनेन यस्य प्रातिपदिकसंज्ञा अपेक्षिता तस्य विधिः, यस्य च न भवेत् तस्य निषेधः, नञ् इत्यनेन त्रयाणां व्यावृत्तिः, महोदयेन उक्तं व्यावृत्तिः इत्युक्ते निषेधः इति, त्रयाणां निषेधः इति धातु प्रत्यय प्रत्ययान्तानां निषेधः, अत्र अयं निषेधार्थः प्रतीतः गम्यः अधातुरप्रत्ययः इति शब्दे निहितमस्ति, शब्दस्य अर्थशक्त्या अयं बोधो जायते, प्रतीतः इत्युक्ते किं भगिनी, गम्यः प्रतीतः इत्युक्ते निषेधार्थः अपि च अधातुरप्रत्ययः इति शब्दे निहितमस्ति इत्युक्ते एतानां द्वयानां वाक्यद्वयमस्ति तस्य अर्थः न अवगम्यते, नञ् इत्यनेन त्रयाणां व्यावृत्तिः इति त्रयाणां निषेधः भवति, परन्तु अयं निषेधार्थः प्रतीतः, निषेधार्थः एव एतावता उक्तः इति किल, हलो कोऽपि अस्ति वा, हलो भगिनी प्रतीतः ज्ञानं भवति, प्रतीत अर्थम् अस्ति ज्ञानं भवति, प्रतीति ज्ञानम् अस्ति, ज्ञानं गम्यः इत्युक्ते किं, गम्य इति अवगम्य इति ज्ञानस्य अवगमनं भवति, अयं निषेधार्थः निषेधार्थज्ञानम् अपि च अवगम्यते इति वा, द्वयोः समान अर्थः अस्ति इति अहं चिन्तयामि, यस्य यस्य प्रातिपदिकसंज्ञा अपेक्षिता तस्य विधिः, यस्य न भवेत् तस्य निषेधः, अपेक्षिता तस्य विधिः हा यस्य न भवेत् तर्हि उभयमपि अस्ति, केवलं निषेधः इति नास्ति इति अबोधयति, अपि अस्ति निषेधः अपि अस्ति, उभयमपि अस्ति. शब्दस्य अर्थशक्त्या अयं बोधो जायते. एते त्रयः अपि धातुः प्रत्ययः प्रत्ययान्तः अर्थवन्तः शब्दः. परन्तु धातोः प्रातिपदिकसंज्ञा भवति इति चेत् समस्या जायते. हन् धातोः लङ्लकारे प्रथमपुरुषे एकवचने अहन् इति रूपस्य नकारलोपः भविष्यति, न लोपः प्रातिपदिकान्तस्य इति सूत्रेण. प्रत्ययः अपि अर्थवान्, अतः तस्य प्रातिपदिकसंज्ञानिषेधः आवश्यकः. प्रत्ययाः चतुर्विधाः, सुप्तिङ्कृतद्धितः च. प्रत्ययान्तानां प्रातिपदिकसंज्ञा भवति चेत् सुभन्तेभ्यः लिङ्गतेभ्यः सुप्रत्ययविधानम् आरप्स्यते. अतः अस्य सर्वस्य निवारणार्थं, स्पष्टीकरणार्थं च एषां त्रयाणां प्रातिपदिकसंज्ञा निषेधः भवति. अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इति सूत्रेण संज्ञाप्राप्तिः अस्ति, संज्ञानिषेधः अपि अस्ति. नञ् इत्यस्य कथनेन निषेधः, स च निषेधः द्विविधः अग्रे उच्यते. अत्र एतस्य सूत्रस्य प्राप्तिः अस्ति एतावद् यत् यत्किमपि धातु यत्कोऽपि धातुः अर्थवदस्ति, परन्तु प्रत्ययः प्रत्ययान्तः अपि च धातुः नास्ति, तदा एव प्रातिपदिकसंज्ञा भवति. परन्तु निषेधः अपि अस्ति, यथा धातुः धातुः प्रत्ययः प्रत्ययान्तः अर्थवत् अस्ति, तस्य प्रातिपदिकसंज्ञा न भवति इति. तत् निषेधः अस्ति. धातु प्रत्यय प्रत्ययान्त एतेषां त्रयाणां प्रातिपदिकसंज्ञा न भवति इति. तत् अ इति कथनेन तत् नञ् इति अस्ति, नञ्समासः. अत्र उदाहरणं दीयते यत् यदि हन् धातोः लङ्लकारे प्रथमपुरुषे एकवचने अहन् इति रूपमस्ति, तत्र नकारलोपः भविष्यति यदि तत् प्रातिपदिकमस्ति, न लोपः प्रातिपदिकान्तस्य इति सूत्रेण. तत् रूपं न इष्टं. प्रत्ययः अपि अर्थवान्, अतः तस्य प्रातिपदिकसंज्ञानिषेधः आवश्यकः. क्योकि यतोहि तत्र चतुर्विधप्रत्ययाः सन्ति, सुप्तिङ्कृत्तदितः. यदि तेषां प्रातिपदिकसंज्ञा भवति तर्हि सुप्रत्ययविधानं भवेत् इति. तदपि न इष्टम्. अतः अस्य सर्वस्य निवारणार्थं, स्पष्टीकरणार्थं त्रयाणामपि प्रातिपदिकसंज्ञा निषेधः अपि अस्ति. तेन अर्थवदधातु अर्पितः इति संज्ञासूत्र अस्ति यत् प्राप्तिः अस्ति, संज्ञानिषेधः अपि अस्ति यथा उक्तम्. सम्यक् भगिनि? आं भगिनि, आं भगिनि. प्रत्ययान्तानाम् अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इत्यनेन प्रातिपदिकसंज्ञानिषेधः भवति इति कारणतः एव कृत्तद्धितसमासाश्च इत्यस्य आवश्यकता अस्ति. अर्थवत् अधातुः अप्रत्ययः प्रातिपदिकम् इत्यनेन चतुर्णामपि प्रत्ययान्तानां प्रातिपदिकसंज्ञा निषेधः. सुबन्तानां, तिङन्तानां, कृदन्तानां, तद्धितान्तानाञ्च. तदा कृदन्तानां, तद्धितान्तानां प्रातिपदिकसंज्ञासाधनार्थम् अपवादभूतसूत्रं कृत्तद्धितसमासाश्च दीयते. अनेन फलितार्थः भवति यत् सुबन्तान्, तिङन्ताञ्च त्यक्त्वा प्रत्ययान्तानां प्रातिपदिकसंज्ञां भवति. अर्थवद् अधातुरप्रत्ययः प्रातिपदिकम् इत्यनेन यदि प्रत्ययान्तनिषेधः न स्यात् तर्हि एतादृशः अर्थः स्पष्टतया न जायेत. तर्हि आहत्य पश्यामः चेत् अधातुः भवति, धातुः धातूनां प्रातिपदिकसंज्ञा न भवति, प्रत्ययानां प्रातिपदिकसंज्ञा न भवति, तदनन्तरं प्रत्ययान्तानां तु वर्गद्वयं भवति. सुबन्तानां, तिङन्तानां प्रातिपदिकसंज्ञा न भवति, किन्तु कृद् तद्धित अनन्तरं समासानां प्रातिपदिकसंज्ञा भवति. आम्, अग्रे पठामि वा? अधुना इत्यस्य कथनेन द्विविधः प्रतिषेधः भवति, पर्युदासः च प्रसज्य च प्रसज्यः च, अधातुः अप्रत्ययः अप्रत्यान्तः इत्येतादृशनिषेधः पर्युदासः इत्युच्यते। अधातुः इत्यस्य कथनेन नञ् इत्यस्य इङ्गितम् अस्ति। आं, नञ् इति तु जानीमः, किन्तु प्रतिषेधः द्विविधः भवति। यत्र सामान्यतया नञ् इत्यस्य इङ्गितं किम् अस्ति अत्र, ओके अस्तु, एतेषां तु पर्युदासः इति इति उच्यते, कथम् इति अग्रे प्रायः दीयते इति मन्ये। आदेश उपदेशे अशिति इत्यस्मिन् यत् नञ् भवति तत्तु प्रसद्यप्रतिषेधः अस्ति। यत्र यदि वदामः यत् अस्य अर्थः एवं यत् उपदेश अवस्थायाम् एजन्तदातोः आत्वादेशः अशिति प्रत्यये परे, तर्हि अशिति प्रत्यये परे इत्यस्य कथनेन पर्युदासप्रतिषेधः भवति। यदा वदामः यत् उपदेशवस्थायाम् एजन्तानां धातूनां धातोः आत्वादेशः क्षिति प्रत्यये परे न भवति, तर्हि प्रसज्य प्रतिषेधः। अशिति प्रत्यये परे इत्यस्य अर्थः एवं यत् तादृशप्रत्ययः परः भवेत् यः शित् नास्ति, नाम कश्चन प्रत्ययः अपेक्षितः स च प्रत्ययः शित् न भवेत्। परः शित् प्रत्ययः नास्ति, शून्यम् अस्ति, तर्हि एजन्तस्य आत्मं न भवति। यङ्लुकि गै धातुतः यङ्लुक् भवति, अस्यां दशायाम् अशित् प्रत्ययः परः नास्ति, अतः आत्मं न भविष्यति। किन्तु किम् अस्ति, प्रत्ययः भवेत् शित् न स्यात् तदा कार्यं जायते इति चेत् समस्या, यतोहि यङ्लुकि प्रत्ययः एव नास्ति अतः आत्मं न भविष्यति, किन्तु आत्मम् अपेक्षितम् अतः अत्र प्रसद्यप्रतिषेधः न तु पर्युदासः इति। अस्तु, तर्हि वयं तु एतत् पूर्वमेव वयं पठितवन्तः खलु, आदेशोपदेशे अशिति इत्यस्मिन् यत्र प्रत्ययः अशिति प्रत्यये परे मास्तु इति उक्तम् अस्ति चेत् अन्यप्रत्ययः अपेक्षितः भवति खलु, यस्मिन् यत्र एवं यत् तादृशप्रत्ययः भवेत् यत् शित् नास्ति इति चिन्तनं भवति। किन्तु यदि वयं वदामः सर्वेषां धातूनाम् एजन्तधातूनाम् आत्वादेशः भवति इति प्रथमवाक्यम्, अनन्तरं वदामः क्षितिप्रत्यये परे न भवति इति वदामः चेत्, तादृश अवगमनं भवति चेत्, यत्र शित् प्रत्ययः नास्ति, प्रत्ययः नास्ति, तत्रापि आत्वादेशः भवति, तथा एव अस्माकम् अपेक्षा अस्ति, तदेव साधुरूपं भवति। तर्हि तादृशचिन्तनं यत्र प्रत्ययः एव नापेक्षितं, शून्यमपि चेत् अपि तत्र ग्रहणं भवति चेत्, तादृश नञ् यत्र प्रयोगः भवति तत्तु प्रसज्य भवति। किन्तु यत्र यत्र कोऽपि प्रत्ययः अपेक्षितम् अस्ति चेत्, यथा केवलम् अशितिप्रत्यये परे आतं न भवति इति केवलं तथा वयम् अवगच्छामः चेत्, अशीति इत्युक्ते अन्यप्रत्ययः तत्र अपेक्षितम् अस्ति इति वयं चिन्तनं कुर्मः, केवलं डैरेक्ट् नेगेशन् भवति खलु, तथा अस्ति चेत् तत्तु पर्युदासः इति तत्र उक्तमस्ति, अत्र उक्तमस्ति। प्रश्नः अस्ति वा? नास्ति, किं किं भगिनि, पर्युदास यत्र वयं वदामः तत्र धातु धातु भिन्न वा अशिति षित् भिन्न इति अपि वक्तुं शक्नुमः। आं भगिनि, तत्र स्वीकरणीयं षित् भिन्न प्रत्ययः इति स्वीकरणीयम्। आम् इति वा नास्ति, प्रत्ययः नास्ति चेदपि भवति इति तत्तु पर्युदासः भवति। प्रश्नः अस्ति भगिनि, यदि वयम् अशिति इत्युक्ते षित् भिन्न प्रत्ययः इति वदामः तत् तत् पर्युदासः भवति किल? आं भगिनि, तत्तु पर्युदासः भवति, तत्तु न अपेक्षितं खलु, प्रत्ययः नास्ति, तदापि स्वीकरणीयम् इति कृत्वा अत्र आदेश अशीति इति सूत्रे तु वयं प्रसज्य प्रतिषेधं स्वीकुर्मः। सरला भगिनी भवती, अरुणा भगिनी अपि अस्ति, सरला भगिनी पूर्वं पठितवती खलु. ओ अरुणा भगिनी अपि अस्ति. नमस्कारः कृतवन्तः किन्तु भवती प्रायः न आगमिष्यति इति कृत्वा अङ्क्रे कृतवन्तः. भवती पठतु अत्र प्रसज् किम् अस्ति आदेश उपदेशयिष्यति इति सूत्रम् क्षम्यताम् तस्मात् पूर्वम् अत्र अस्माकम् इष्ट अर्थः अस्ति किं भगिनी कुत्र अत्र प्रातिपदिकम् इति द्वितीयकरपत्रं प्रेषितवान् खलु महोदय प्रातिपदिकत्वम् इति अहम् अत्र चाट् मध्ये मङ्गलवासरे कृतवन्तः तत्र आदेशे उपदेशिष्यति यत् अस्ति न अधोभागे यत् परिचितमस्ति अत्र अस्माकं चाट् मध्ये अत्र अस्माकम् इष्टः अर्थः अस्ति यत् एतेन्द्रधातूनाम् आत्मं भवति सदैव शिति प्रत्यपरि न भवति इति कृत्वा प्रसज्यप्रतिषेधस्य वदनार्थं वाक्यद्वयं प्रयोक्तव्यम् एकः विधिः यस्य किमपि नियमनं नास्ति तदा पृथक्तया तस्य निषेधः एवं वादमः वदामः चेत् प्रत्ययः नास्ति चेदपि आप्तं भवति अतः यङ्ग् लुकि एजन्तानाम् आप्तम् एजन्तधातूनाम् आप्तं भवति क्षितिपते पर न भवति इति सूत्रं वदति इति कृत्वा प्रसज्यपतिषेध वदनार्थं वाक्यद्वयम् आवश्यकम् एकविधिः यस्य किमपि नियमनं नास्ति तदा पृथक्तया तस्य निषेधः अत्र यथा सरला भगिनी उक्तवती सरलमस्ति एकेन वाक्येन वयं चित्तभिन्नप्रत्ययानाम् आदेशोपदेशिति उपदेशावस्थायाम् आदेशः भवति इति वयं वदामः चेत् भिन्न इति प्रयुज्य एकेन वाक्येन वदामः चेत् तद्भवति तादृशवाक्यं कुत्र रचयामः अत्र अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति उक्तमस्ति प्रातिपदिकम् इति तर्हि तत्र तु धातु भिन्न प्रत्ययभिन्न इति स्वीकुर्मः यः शब्दः इति स्वीकुर्मः अर्थवत् यः शब्दः भिन्न इति उपयुज्य एकेन वाक्येन वक्तुं शक्नुमः पर्युदासप्रतिषेधः इति किन्तु यत्र षित् भिन्न इति न वक्तुं शक्यते वयं षित् भिन्नप्रत्ययः इति न वक्तुं शक्यते किमर्थमित्युक्ते इन्द्रियचित् प्रत्ययः न अपेक्षितः शून्यमस्ति चेदपि यङ्लुकितशून्यं भवति खलु प्रत्ययस्य लुक् भवति तत्रापि आत् आदेशः भवति खलु चित्त भिन्न इति प्रत्ययः इति न वक्तुं शक्यते तर्हि वाक्यद्वयं वक्तव्यं सामान्यतया एजन्तानाम् आत्मं भवति चित्त अस्ति चेत् न भवति इति वाक्यद्वयेन वक्तव्यं चित्त भिन्न इति एकेन वाक्येन न वक्तुं शक्यते तर्हि तादृशस्य प्रसज्यप्रतिषेधः इति प्रसज्यप्रतिषेध तत्र नियमं नास्ति प्रत्यय अपेक्षितं नास्ति निषेध अपि अस्ति आं भगिनि विधानमपि अस्ति प्रथमवाक्यं विधानं भवति आत्वम् इति आदेशः द्वितीयवाक्यं यत्र निषित् नास्ति इति द्वितीया तर्हि पृथक्तया वक्तव्यं भवति निषेधः तु पृथक्तया विधानं पृथक् वाक्यं निषेधं पृथक् वाक्यम् इति वक्तव्यम् अग्रे आदेश उपदेशो अशिति उपदेशे एजन्तस्य धातुः आत्मं न तु शिति केन विधि तदन्तस्य इत्यनेन तदन्तविधिः अलोन्तस्य इत्यनेन अङ्क्यस्य अलः स्थाने एच् एच् इत्यनेन ए ऐ ओ औ यस्य षित् न षित् अषित् तस्मिन् विषये अशिति नञ् तत्पुरुषः आत् प्रथमान्तम् एजः प्रत्यन्तम् उपदेशे सप्तम्यन्तम् अशिति सप्तम्य सप्तम् अनन्तरम् अन्तम् अनेक पदान्तं सूत्रम् लिटि धातोः अनभ्यासस्य इति अस्मात् धातोः इत्यस्य अनुवृत्तिः अनुवृत्तिसहितसूत्रम् एचः धातोः आत् उपदेशे अशति सूत्रमस्ति आदेच उपदेशे अशति इति अत्र अर्थम् अस्ति चेत् उपदेशसमये एजन्तधातूनाम् आत्वं न तु क्षितिप्रत्ययपरे अत्र नञ् तत्पुरुषमासः अस्ति न क्षिति इति तत् नञ् तत्पुरुषमासः अर्थं किम् इति चेत् केवलम् अत्र एत्वं स्थाने आत्वं भवति परन्तु षित् प्रत्यय भिन्नः एव अस्ति चेत् तदेव भगिनि आं भगिनि सत्यम् एजन्तधातूनाम् आत्वं भवति किन्तु षित् प्रत्यय परे तु न भवति प्रथमं तु विधानवाक्यम् अनन्तरं निषेधकवाक्यं अपेक्षितं नास्ति प्रत्ययः वा अपेक्षितं नास्ति अपेक्षितं इति प्रयोक्तुं न शक्यते कश्चित् प्रतिषेध कृत नै भवति पर्युदासप्रतिषेध कृत् नै भवति अर्थवत् अधातु अप्रत्यय प्रातिपदिकम् इति सूत्रे पर्युदासप्रतिषेधः अस्ति अतः धातोः प्रत्ययस्य प्रत्ययान्तस्य च प्रातिपदिकसंज्ञा न भवति उदाहरणं राम योगः गै रामशब्दः इति कृदन्तरूपम् अर्थवत् अधातुः प्रत्ययः प्रातिपदिकम् इत्यनेन रामशब्दस्य प्रातिपदिकसंज्ञा निषेधते भवति निषेधो भवति तदा कृतद् समासस्य इति अपवादभूतसूत्रेण अस्य प्रातिपदिकसंज्ञा जायते ओके पर्युदास अत्रापि प्रसज्यप्रतिषेधः वा पर्युदासप्रतिषेधः द्वौ सूत्रे द्वे सूत्रे नै इति अर्थमस्ति अर्थवत् अधातु अप्रत्ययः प्रातिपदिकम् इति सूत्रेण पर्युदासप्रतिषेधः अस्ति किम् इत्युक्ते अतः धातोः प्रत्ययस्य प्रत्ययान्तस्य च प्रातिपदिकसंज्ञा न भवति इति अर्थम् परन्तु कृदन्त प्रातिपदिकसंज्ञा अस्ति बट् न तु प्रातिपदिकं कृदन्तरूपम् अन्यसूत्रेण प्रातिपदिकसंज्ञा भवति अर्थः सूत्रं प्रसज्यप्रतिषेधः महाभाष्ये प्रसज्यप्रतिषेधस्य दृष्टान्तः दीयते कोऽपि वदति अब्राह्मणम् आनय यः ब्राह्मणः नास्ति तम् आनयतु तदा अस्य श्रवणेन अन्य काचित् मृत्तिकाम् आनीतवान् उक्तवान् च इयं ब्राह्मणो नास्ति अनेन चिन्तयते चेत् मृदाल कुक्कुर यं कमपि आनेतुं शक्यते यः ब्राह्मणः न स्यात् परन्तु यः प्रार्थनां अकरोत् तस्य आशय एवम् आसीत् यात् एकः मनुष्यः आनेतव्यं तदन्तवे सति तद्गद्भूयो धर्मत्वं यः ब्राह्मणः न स्यात् किन्तु ब्राह्मणसदृशम् अपेक्षितम् अब्राह्मणम् आनयः इत्यस्य कथनेन यः आनीयते सः मनुष्यः भवेत् एवमेव अशितिप्रत्ययपरे इत्यस्य कथनेन यः परः अस्ति सः प्रत्ययः भवेत्। अशित् इत्युक्तौ शित् भिन्न प्रत्ययः, पर्युदासार्थ सादृश्यम् अपेक्षितम्। तो महाभाष्ये एक उदाहरणम् अस्ति प्रसज्य प्रतिषेधस्य अब्राह्मणम् आनय, इत्युक्ते किं यः ब्राह्मणः नास्ति तम् आनयतु। तु कोऽपि इति श्रुत्वा मृत्तिकाम् आनीतवान्। अन्यः नरः विडाल वा कुक्कुर आनीतवान्। ते उक्तवन्तः एतत् ब्राह्मणः नास्ति इति। किन्तु यः मनुष्यः उक्तवान् अब्राह्मण आनय, तस्य आशयः किम् आसीत्? तस्य आशयम् आसीत् कोऽपि मनुष्यः आनय, किन्तु तत् ब्राह्मण सः ब्राह्मणः न भवेत् इति। इत्युक्ते मनुष्यः आनेतव्यं, ब्राह्मणः न भवेत्, क्षत्रियः भवेत् वा वैश्यः भवेत् इति तस्य आशयः आसीत्। सो अब्राह्मणः आनयते इत्यस्य कथनेन यत् आनीयते सः मनुष्यः भवेत्, इत्युक्ते तद् भिन्नत्वे सति तद्गत भूयो धर्मत्वम्। इत्युक्ते यदि अब्राह्मणः इति अस्ति तद् भिन्नत्वे, नै तत्पुरुषसमासः इति यदि अस्ति, इत्युक्ते यत् तस्य तस्मात् भिन्नम् अस्ति, यत् ब्राह्मणात् भिन्न यत् अस्ति, सो यद् भिन्नत्वे सति तद्गत भूयो धर्मत्वं, तस्मिन् ब्राह्मणत्वं ब्रह्म धर्म नास्ति। ब्राह्मणात् भिन्न अस्ति किन्तु ब्राह्मणत्वं धर्म नास्ति तस्मिन्। तथैव तत् अब्राह्मण आनयस्य इति अर्थं भवति। इत्युक्ते ब्राह्मणसदृश कोऽपि आनेतव्यं यत् यस्मिन् ब्राह्मणत्वम् इति नास्ति। तथैव यदि अशिति प्रत्ययपरे वयं वदामः, किमपि शित् यत् शित् नास्ति तत् आनीत, तत् अनेन शित् नास्ति इति प्रसज्य भवति। शित् नास्ति तत् अवाशित् भिन्न इति अस्ति, किन्तु पर्युदास इति सादृश अपेक्षितं, यथा ब्राह्मण आनीतव्यं, तत्र ब्राह्मणत्वं नास्ति किन्तु ब्राह्मणसदृश कोऽपि अन्य अस्ति, तत् भवति पर्युदास। यत् ब्राह्मणः नास्ति किं तत् अस्ति प्रसज्य प्रसिषेद इति। यदि को मृत्तिकाम् आनीतवान् तत् अस्ति प्रसज्य प्रसिषेद। यदि यत् ब्राह्मणः न आनीतवान् किन्तु अन्यमनुष्यः आनीतवान् तत् अस्ति पर्युदास प्रतिषेद। कारणं कि तत्र नियमः अस्ति, किमपि आनीतवान् किन्तु तत् अब्राह्मणसदृश ब्राह्मणसदृश अस्ति इति अपेक्षितम् अस्ति तत्र। यत्र नियमः अपेक्षितम् अस्ति तत् भवति परिदास, यत्र नियमः न अपेक्षितम् अस्ति तत्र भवति प्रसज्य प्रति। भगिनी अत्र तद्गत भूय धर्मत्वम् इति प्राप्तवती खलु, समानधर्म तद्गत भूयो धर्मत्वं, तद् भिन्नत्वे सति तद्गत भूयो धर्मत्वं, भिन्नत्वे सति इति अवगतं, परन्तु तद्गत भूयः अधर्मवत्वं या भूयः धर्मवत्वं? भूय अधर्मत्वम् अस्ति अत्र, भूय धर्मत्वम्, अधर्मत्वं नास्ति, भूय अधर्मत्वं, भूयः धर्मवत्वं। भगिनी यदा द्वयो अधर्म यदि वदामः तथापि अपि ओ भवति, ओ तत् अवग्रहचिह्नम् आगच्छति यदि अस्ति, धर्मत्वमस्ति अत्र, या तस्य अर्थं न अवगतवती इत्युक्ते तादृश इति तद्गतभूय तादृश यत् अस्ति तादृशधर्मत्वम् इति भूय इति पुनः मनुष्यत्वं भूधातोः अस्ति, वृत्तिः अस्ति इति तद्गतवृत्तिः यस्मिन् अस्ति धर्मवृत्तिः तादृश तादृश भिन्नत्वे सति मीन्स् ब्राह्मणत्वं नास्ति किन्तु तद्गत भूयो धर्मकमस्ति मनुष्यत्वम् अस्ति तस्मिन् इति तत् महोदय उक्तवान्. अस्तु, धन्यवादः भगिनि. अतः अन्य एकम् एषः आत्मं तु भवति यङ् लुकि अपि यत्र प्रत्यय एव नास्ति अत्र अस्यां दशायां परिदासं न कर्तव्यम् अपि प्रसज्य प्रतिषेध आवश्यकं. सो यत्र यङ् लुकि यथा भव्या भगिनी भवती पठितवती तत्र यङ् लुकि यदि यङ् प्रत्ययस्य लुक् भवति तत्र प्रत्ययः नास्ति तदापि गै तत्र गा इति आत्मम् ऐ तत् आत्मं भवेत् इति इष्टरूपं भवेत् तस्य प्रसज्य प्रतिषेध इति आवश्यकमस्ति अनेन. एतद् स्पष्टं नास्ति. अस्तु पृच्छामि. अधुना अष्टवधातुरुत्तेन प्रातिपदिकम् इति सूत्रे त्रयोदासप्रतिषेधो वर्तते. अधातुः प्रत्ययः अप्रत्ययान्तः त्रयोदासप्रतिषेधो वर्तते. आदेश उपदेश अशुति इति कृतौ प्रयुदासप्रतिषेधः वक्तव्यः चेत् अशत् इत्यस्य प्रथमः सादृश्यम् इत्युक्तौ तत्र तस्य अपेक्षितो न अशुद्धिं न स्यात्. अत्र अष्टलघुभातुरप्रत्ययः प्रातिपदितम् इति कृतौ भगिनि न श्रूयते. अस्तु, अत्र श्रूयते किं भगिनि? पुनः क्षम्यताम्. अस्तु, अधुना अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति सूत्रे पर्युदासप्रतिषेधो वर्तते. धातुः अप्रत्ययः अप्रत्ययान्तः आदेश उपदेशे अशिति इति स्थितौ पर्युदासप्रतिषेधः वक्तव्यः चेत् अशित् इत्यस्य कथनेन सादृश्यम् इत्युक्तौ कश्चन प्रत्ययः अपेक्षितः यः शित् भिन्नः स्यात्. अत्र अर्थवदधातुरप्रत्ययः प्रातिपदिकम् इति स्थितौ धातुः इत्युक्तौ धातुः न स्यात् किन्तु भवेत् किं शब्दः यः अर्थवान्. त्रिषु अपि धातौ प्रत्यये प्रत्ययान्ते अर्थवत्वम् अस्ति. एतादृशशब्दः अपेक्षितः यः अर्थवान् परन्तु धातुः प्रत्ययः प्रत्ययान्तश्च न स्यात्. साम्यमपि अपेक्षितं, भिन्नत्वमपि अपेक्षितम्. आहत्य तस्मिन् शब्दत्वम् अपेक्षितं परन्तु धातुत्वं प्रत्ययत्वं प्रत्ययान्तत्वं च न भवेत्. शब्दः इत्युक्तौ यः उच्चारितो भवति. भूयो धर्मवत्त्वं यावत् शक्यं समानं स्यात् परन्तु तद्भिन्नत्वमपि स्यात्. तद्भिन्नत्वे सति तद्गतभूयो धर्मवत्त्वं. ब्राह्मणम् आनय तर्हि क्षत्रियः आनेतव्यः न तु शिलाखण्डः. भूयो धर्मवत्त्वं बिडालो वा कुक्कुरो वा चेत् पर्याप्तं नास्ति. परिदासप्रतिषेधे सादृश्यमपेक्षितं, प्रसक्तिप्रतिषेधे सादृश्यं न अपेक्षितं. तर्हि प्रकृतौ अर्थवत् धातुरुप्रत्ययः प्रातिपदिकमिति सूत्रे परिदासप्रतिषेधो वर्तते. तस्य प्रतिषेधः निषेध एव न इत्यस्य कथनेन निषेधेन पृथक् करोति, भिन्नतां करोति. अत्र पर्युदासप्रतिषेधस्य विषये किञ्चित् उक्तं. सूत्रे अप्रत्ययः धातुः इति कथितम्. आदेश उपदेश अशिति इति स्थितौ यदि पर्युदासप्रतिषेधः भवेत् अशिचित्यस्य कश्चन तत्र कोऽपि प्रत्ययः भवेत् यश्चित् न स्यात्, चिद्भिन्नप्रत्ययः अपेक्षितः अस्ति. अत्र अर्थवत् अधातुरप्रत्यय प्रातिपदिकम् इति स्थितौ अधातुर् इत्युक्ते धातु न स्यात्, धातु न भवेत्, प्रत्ययः न भवेत्, प्रत्ययान्तः अपि न भवेत्. परन्तु एतत् साम्यं कीदृशसाम्यम् अपेक्षितम् इत्युक्ते तत् अर्थवत् भवेत् इति. कोऽपि शब्दः अर्थवत् अस्ति परन्तु धातुः प्रत्ययप्रत्ययाञ्चस्य नास्ति तदा एव प्रातिपदिकसंज्ञा भवेत् इति. साम्यमपेक्षितं, भिन्नत्वम् अपेक्षितम्, आहत्य तस्मिन् शब्दत्वम् अपेक्षितं परन्तु धातुप्रत्ययप्रत्ययान्तत्वं न भवेत्. शब्द इत्युक्ते शब्दः इत्युक्तौ किम् इत्युक्ते इति यः उच्चारितः भवति भूयो धर्मवत्त्वं पुनः तस्य धर्मः भवेत् इति वा, यावत् शक्यम् इत्युक्ते शब्दवत् भवेत् इति, यावत् शक्यं समानं स्यात् अर्थवत् शब्दः भवेत् तत् तत्र साम्यम् अस्ति अर्थवत् शब्दः अस्ति चेत्. परन्तु तद् भिन्नत्वमपि स्यात्, अत्र भिन्नत्वम् इत्युक्ते धातुः न, प्रत्ययः न, प्रत्ययान्तः न इति, तदेव मया अवगतम्. तद्भिन्नत्वे सति तद्गतभूयो धर्मवत्त्वं ब्राह्मणम् आनयतः क्षत्रिय आनेतव्य तत् शिलाखण्डः. बिडालो वा कुक्कुरो वा चेत् भूयो धर्मवत्त्वं तत् पर्याप्तं नास्ति. भगिनी, मम प्रश्नः अत्र, यदि एतत् प्रसज्यप्रतिषेधः अस्ति तदा किं भवति, तस्य कः अर्थः भवति? प्रसज्जि इति भगिनी अधुना वयम् उक्तवन्तः खलु, इत्युक्ते अत्र अत्र अर्थवत् अधातुरप्यते प्रातिपदिकम्. अत्र वयं प्रसज्यप्रतिषेधं वदामः यत्र भिन्न साम्यम् अस्ति, भिन्नत्वमपि अस्ति. न अत्र अत्र तथा नास्ति, न अर्थवद् अधातु अप्रत्ययः इति तत्र तु अधातुः इति यत्र वदामः, धातुः तु शब्दः अस्ति, अर्थवान् अर्थवान् शब्दः अस्ति खलु, धातुः अर्थवान् शब्दः अस्ति, किन्तु धातुः मा भूत्, किञ्चित् धातु भिन्न अर्थवान् शब्दः अपेक्षितः. प्रत्ययः अपि अर्थवान् शब्दः एव, किन्तु प्रत्यये भिन्न अर्थवान् शब्दः अपेक्षितः इति प्रातिपदिकम् आवश्यकं चेत्. प्रत्ययान्तः इति यत्र वदामः तदपि अर्थवान् शब्दः अस्ति, किन्तु अस्माकम् अपेक्षा किम् अस्ति प्रातिपदिकं, तद् भिन्न प्रत्ययान्तभिन्न अर्थवान् शब्दः अपेक्षितः. तर्हि यद्यपि प्रत्ययान्तः अपि अर्थवान् शब्दः, प्रातिपदिकमपि अर्थवान् शब्दः, किन्तु भिन्न अर्थवान् शब्दः अस्ति खलु. तर्हि समानम् अस्ति किन्तु धर्मं तु अस्ति एव, अर्थवान् शब्दः इति धर्मः अस्ति, अपेक्षितः अस्ति प्रातिपदिके अपि, किन्तु भिन्नं भिन्नमपि अपेक्षितं किन्तु इति अस्ति. किन्तु आदेशोपदेशे अशीति इत्यस्मिन् किं भवति, अत्र अशीति इति वदनेन षित् भिन्नप्रत्ययः इति तु नास्ति, प्रत्ययः भवेत् षित् भिन्नः भवेत् इति न अपेक्षितं, शून्यमपि चेदपि पर्याप्तं खलु. तदेव अस्ति, तद् किम् उक्तम् अस्ति, तद्भू तद् तद्गतभूयो धर्मत्वम् इति अस्ति. तद् तत्र भूयो धर्मत्वम् इत्युक्ते समानधर्मत्वम् इति अपेक्षितमस्ति, समानधर्मत्वम् इति अर्थः. तद्गतभूयो धर्मत्वं किञ्चित् तद्भिन्न भूय धर्मत्वम् इति, किञ्चित् भिन्नम् अपेक्षितम् अस्ति इति उक्तमस्ति. किन्तु धर्मत्वं तु अपेक्षितमेव, तदर्थमेव यत्र वयं यदि अब्राह्मणम् इत्यनेन क्षत्रियम् आनयामः चेत् कीदृश समासः नैन् समासः भवति अत्र? अब्राह्मणमेव, अब्राह्मणम् आनय इति वदामः तदा तु यदि क्षत्रियम् आनयति चेत् तत्र तु भिन्नत्वम् अस्ति, ब्राह्मणः अपि मनुष्यः, अब्राह्मणः क्षत्रियः अपि मनुष्यः, धर्मत्वं तु अस्ति एव, मनुष्यधर्मत्वम् अस्ति, किन्तु भिन्नत्वम् अपि अस्ति. तर्हि तद्गत भूय धर्मत्वम् अस्ति खलु इति कृत्वा तत्तु किं भवति, पर्युदासः भवति खलु. समानत्वम् अपेक्षितं चेत् पर्युदासः अस्ति. इत्युक्ते क्षत्रियः आनीतः तदा तत् पर्युदासप्रतिषेधः भवति किम्? न न न क्षत्रि आम् सत्यम् इति अहं वदामि. भगिन्यौ अब्राह्मणम् आनयति वदामि. भगिनी किं सरला भगिनी किं चिन्तयति? अस्तु अहं क्षत्रियम् आनयामि इति कृत्वा क्षत्रियमनुष्यम् आनयति. तर्हि भगिन्याः अवगमनं किम् आसीत् मम अब्राह्मण इति वदनस्य? हौ डिड् शी इण्टर्प्रेट् इट् अस्? शी इण्टर्प्रेट् इट् अस् यूसिङ्ग् पर्युदासप्रतिषेधः. But if you had interpreted it as a prasajya pratishedha, then what you can do, you can even bring a stone, or you don't have to bring anything. You would have understood it as, if it has been prasajya, then your understanding would be, anything is okay. You need to bring a Brahmin, that is all your understanding is. Yeah, don't bring a Brahmin. I'll not bring a Brahmin. Probably I hate Brahmin, so you don't want to bring a Brahmin. Like we have been your understanding, right? So it is about two different interpretations of when I say abrahmanam aanayati. Etad avagatam, parantu mama prayoktavyam va pravaryudasam prayoktavyam va iti your interpretation katam bhavati iti tu acharyanam phata kim yanta tatra vyakhyanam patanena eva asmakam avagamanam bhavati. Yata varge uktavanta sandarbha drishtva iti वक्तव्यं पर्युदासप्रतिषेध वा प्रसजप्रतिषेध सामान्यलोके सामान्यलोके भवती अहं वदामि भगिनीम् उद्दिश्य वदामि किम् अब्राह्मणम् आनय अस्माकं तु गृहे किमपि किम् अस्ति उत्सवम् अस्ति इति वदामि अहं तदा तु भवन्तः जानाति कोऽपि मनुष्यः आवश्यकः इति जानाति इति कृत्वा भवन्तः एकं क्षत्रियं प्रायः आनयन्ति तथा तु किं वयम् आगच्छामः तत्र तु पर्युदासप्रतिषेधः स्वीकृतः इति अवगच्छामः बेस्ड् आन् द काण्टेक्स्ट् बट् अट् द सेम् टैम् इफ् ऐ हेड् बीन् देर् आर् लाड् आफ़् लैक् अत्र तु न वक्तव्यं केचन जनाः सन्ति यत् मास्तु इति वदन्ति खलु ब्राह्मणाः मास्तु इति वदन्ति तादृशमनुष्यः अस्मि चेत् अब्राह्मणं भवतु इति अहम् आनय इति न वदामि अब्राह्मणं भवतु इति वदामि अहम् अब्राह्मणं भवतु इति कृत्वा भवती ब्राह्मणान् न आह्वयति तर्हि तदा एव अवगमनं भवति खलु अहं वदामि उत्सवे अब्राह्मणं भवतु इति वदा अब्राह्मणः भवतु अब्राह्मणं भवतु इति वदामि अहं ब्राह्मणम् इति न किं प्रायः नपुंसकलिङ्गे भवति तदा यथा भगिनी मातापितरौ वदन्ति तेषां बालानां ओ डाक्टर् मा भवतु इञ्जिनियर् भवतु वा लायर् भवतु कम्प्यूटर् भवतु सत्यमहं किमपि न करोमि इति केचनाः तु तिष्ठन्ति अस्तु डाक्टर् न भवामि किमपि न भवामि इति बालाः तिष्ठन्ति ते तु किं चिन्तयन्ति पर्युदास इण्टर्प्रिटेशन् अस्ति तेषां किन्तु अन्यः अस्तु वैद्यः मा भवतु इति माता उक्तवान् आर्टिस्ट् मा भवतु वैद्यः तु भवतु इति एव वदिष्यति मातापितरौ आर्टिस्ट् कलाकारः मा भवतु इति मातापितरौ वदन्ति चेत् अस्तु अहं तु इञ्जिनियर् भवामि नो चेत् डाक्टर् भवामि इति ते अवगच्छन्ति तेषां तु इण्टर्प्रिटेशन् भवति पर्युदासप्रतिषेधः डाक्टर् भिन्न कश्चन वृत्तिः इति ते अवगच्छन्ति. एतद् मया अवगतं. मम प्रश्नः अस्ति भगिनी, किञ्चित् मनसि भ्रमम् अस्ति तेन कारणेन. अर्थवत् धातुप्रत्ययः प्रातिपदिकम् इति पर्युदासप्रतिषेधः इति विवरणं दत्तं. यदि तत् प्रसज्यप्रतिषेधः स्यात् तदा किं भवति? किं भवति अर्थवान्? तत्र तु शब्दः अपेक्षितः खलु. शब्दः इति तु अपेक्षितः. अर्थवान् इति पूर्वमेव विधानमपि अस्ति. अर्थवान् किमपि नास्ति, शून्यमिति न स्वीकर्तुं शक्यते. अत्र तु प्रसज्यप्रतिषेधमपि स्वीकर्तुमेव न शक्यते. केवलं पर्युदासमेव स्वीकर्तुं शक्यते. यु केनाट् इवन् अप्लै, वि केनाट् इवन् थिङ्क् अबौट् अ प्रसज्य, बिकास् यु केनाट् ब्रिङ्ग् होम् एन् एम्टि null value of Arthavan, right? By saying Arthavan, Panini has already mentioned that it has to have a dharma. Samana it has dharma. To have a meaning. Yeah, yeah. Null value is not captured Arthavan. Here. Yadi prasajya pratishedha na bhavetiti bhavata uktam, bhavatya uktam, But if it was a prasajya pratishedha, what can I not do in this particular context? If it was prasajya, see, Paryudasa means... Panini had assumed, like Panini did not say arthavan. Panini just said, adartu apratya pratipadikam iti uktavan chet. In that case, then we can think whether it is prasajya or Paryudasa. Then my point would be, should it be a shabda or a null shabda without any shabda, can it be called as a pratipadikam, a null value? Then we can think. Panini had not said arthavan. He just said adhatu apratyaha. It means dhatu bhinna, pratyaya bhinna shabdaha iti svikarniyam va. No chet, dhatuhu mastu, pratyaya mastu, kevalam shunyam asti chet, tasya pratipadikam iti svikartum shakyate va iti vadaha bhavati. But because he said arthavan, we cannot apply Paryudasa here. No, prasajya artha prayatum astu. Dharma hatu uktah asti. Dharma ityukte arthavad bhavet iti. Arthavan bhavati iti uktam asti. Astu bhagini, dhanyavadah. Tavadeva asit va gate saptahe. भगिनि अस्माकं प्रकृतसूत्रमस्ति च उपधायां चतुपदस्य चतुपदस्य अन्यतरस्य तत्र इदानीं चिन्तनं कुर्मः अनुदात्तस्य अकिति इति किं झलि अकिति इति इत्युक्ते कीदृशः प्रतिषेधः अपि च किमर्थं इत्यनेन कित् भिन्नः कश्चन प्रत्ययः अपेक्षितः वा इति चिन्तनीयं. नियमदत्तम् अस्ति अत्र झलि अपति पर् कित् नास्ति इति. इदानीं झलि कृत् भवे झलि सदृश भवेत् किन्तु कित् न भवेत् इति अर्थवान् इति उक्तवान्. तथापि झलि इति वदनेन वयं जानीमः झलि इति कश्चन प्रत्ययः अकित् भिन्नप्रत्ययः अपेक्षितः इति कृत्वा पर्युदास भवति खलु. पर्युदासं भवितुम् अर्हति जलि इति वचनेन पूर्वं तु मम भ्रमः आसीत् यत्र वक्तुं भ्रमः आसीत्. अत्र तु भगिनी यदा भिन्नप्रत्यय भिन्न इति वयं स्वीकृत्य भिन्न इति शब्देन यदा वयं तत्र प्रतिपादयितुं प्रयतामहे तदा तु सम्यक् अवगमनं भवति. अतः महोदय स्मार्ट् अस्ति भगिनि सः इति अवगतवान् वयं न सम्यक् अवगतवन्तः ततः सः पुनः इति स्मरणार्थम् अवगच्छामः. किन्तु कुत्रचित् कश्चन भ्रमः अस्ति पुनः कोऽपि पृच्छति चेत् विस्मरणं बहु झटिति भवति. विवरणं दातुं कष्टमस्ति आदेश उपदेशस्य चेत् तत्तु सरलमस्ति. अत्र पर्युदासः एव मम कृते किञ्चित् क्लिष्टमस्ति. आं भगिनि सत्यं सत्यम् अहमपि पूर्वं वक्तुं न शक्तवती अधुना भिन्न इति उपयुज्य वक्तुं शक्यते. आं आं भगिनि एकवारं पुनः पर्युदासप्रतिषेधं विवरणं कर्तुं शक्यते किं भव्या भगिनि. पर्युदासप्रतिषेधः इत्यस्मिन् तु किम् अस्ति तद्गतभूयो धर्मत्वम् इति अस्ति. धर्मत्वं तु खलु धर्मः अपेक्षितः किन्तु तद्भिन्न भूयो धर्मत्वम् इति भवति. तद्भिन्न धर्मत्वम् यस्मिन् वर्तते किन्तु धर्मः तु अपेक्षितः अस्ति तद्भवति पर्युदासप्रतिषेधः इति. प्रसज्यप्रतिषेधः इत्युक्ते सर्वेषां ग्रहणं भवति किन्तु तद् मा भूत् किम् अस्ति यत्किमपि उक्तम् अस्ति नैन्यवासं कृत्वा तद् मा भूत् इति. अन्यत् सर्वं गृहीतं भवति शून्यमपि गृहीतं भवति. आं भगिनि धन्यवादः. धन्यवादः तर्हि मिलामः. मिलामः अग्रे मिलामः. धन्यवादः शुभरात्रि. शुभरात्रि.